नमस्सर्वेभ्यः. अस्माकं सन्धिचिन्तनवर्गे सन्धिवर्गे सर्वेषां स्वागतम्. अत्र अस्माकं प्रवर्तमानः विषयः अस्ति समासः इति. एतावता वयं दृष्टवन्तः समासः द्वयोः अथवा बहूनां पदानाम् एकपदीभवनम् एव समासः. सुबन्तानामेव समासः भवति इत्यपि जानीमः. समासे मुख्यविषयः कः इति चेत् अर्थप्राधान्यम् अस्ति. पदयोः परस्पर अन्वयः अस्ति चेदेव समासः भवति. समासस्य चत्वारः प्रभेदाः सन्ति. अव्ययीभावसमासः, तत्पुरुषसमासः, बहुव्रीहिसमासः, द्वन्द्वसमासः च. इदानीम् अस्माकं विषयः अस्ति तत्पुरुषसमासः इति. तत्पुरुषसमासे द्वयोः पदयोः उत्तरपदस्य प्राधान्यम् अस्ति. तस्यैव अन्वयः अस्ति क्रियया सह इति तत्पुरुषसमासः. यथा अत्र सीतापतिः, सीतायाः पतिः इति षष्ठीतत्पुरुषसमासः. तत्पुरुषसमासे चत्वारः प्रभेदाः सन्ति. तत्र एतावता सामान्यतत्पुरुषसमासः इति विषये वयं पठितवन्तः. तत्र सप्तप्रभेदाः सन्ति. प्रथमतत्पुरुषसमासः, द्वितीयतत्पुरुषसमासः, तृतीयतत्पुरुषसमासः, चतुर्थी, पञ्चमी, षष्टि, सप्तमी च. तदनन्तरं कर्मधारयसमासस्य विषये अपि पठितवन्तः. कर्मधारयसमासे समानाधिकरण्यम् अस्ति. सामानाधिकरण्य तत्पुरुषसमासः. तत्पुरुषसमासस्य एव प्रभेदः, परन्तु तत्र सामानाधिकरण्यम् अस्ति. तत्र षट् प्रभेदाः अपि दृष्टवन्तः. विशेषणपूर्वपदकर्मधारयः, उपमानपूर्वपदकर्मधारयः, उपमानोत्तरपदकर्मधारयः, अवधारणपूर्वपदकर्मधारयः, सम्भावनापूर्वपदकर्मधारयः, अपि च मध्यमपदलोपि. तदनन्तरम् अत्र तृतीयः प्रभेदः अस्ति द्विगुः. तस्मात् पूर्वं किञ्चित् दृष्टवन्तः. तत्र द्विगुसमासः कुत्र भवति इति चेत्, द्विगुसमासः दिक्वाचकशब्दः अथवा संख्यावाचकशब्दः पूर्वपदे अस्ति, उत्तरपदे सुबन्तं पदम्. अत्र दिक्वाचकशब्दः अपि अस्ति. वस्तुतः सूत्रे दिक्वाचकशब्दः अपि च संख्यावाचकशब्दः. दिक्वाचकशब्दः तु तद्धितार्थद्विगुः अथवा उत्तरपदद्विगुः, तत्र एव दिग्वाचकशब्दस्य प्रयोगः भवति. समाहारद्विगुः, तत्र दिक्वाचकशब्दस्य प्रयोगः न भवति. किमर्थं चेत् दिक्वाचकशब्दानां समाहारः न भवितुमर्हति. अतः दिक्वाचकशब्दानां समाहारद्विगुः न भवति. केवलं तद्धितार्थद्विगुः अपि च उत्तरपदद्विगुः, तत्र एव दिक्वाचकशब्दस्य प्रयोगः अस्ति. अत्र किमर्थं वदामि इति चेत्, केवलं सूचनार्थम्. अत्र यद्यपि तद्धितार्थद्विगुसमासः अपि च उत्तरपदद्विगुसमासः, तयोः अध्ययनं सम्यक्तया भवति. यत्र व्याकरणरीत्या वयं पठिष्यामः तदा एव तस्य अध्ययनं सम्यक्तया भवितुम् अर्हति. यतोहि अत्र तद्धितार्थप्रत्ययानाम् अवगमनम् आवश्यकम्. तथापि केवलम् अत्र अभिज्ञानार्थं वदामि. अत्र वस्तुतः द्विगुसमासः त्रिविधः: तद्धितार्थद्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः इति. तद्धितार्थद्विगुः अत्र वयं दृष्टवन्तः एकम् उदाहरणं. षण्णां मातॄणाम् अपत्यम् इत्युक्ते, अपत्यम् इत्युक्ते पुत्रः. षण्णां मातॄणाम् अपत्यं, षाण् मातुरः इत्युक्ते अत्र कार्तिकेयः, यस्य षट् मातरः सन्ति. अतः तत्र षाण् मातुरः इति, तत्र तद्धितप्रत्ययं योजयित्वा तत्र आदिवृद्धिः भूत्वा षाण् मातुरः इति समस्तपदम्. अपि च अन्यत् उदाहरणं, द्वयोः मात्रोः अपत्यं, द्वै मातुरः इति अन्यत् उदाहरणम्. अपि च पूर्वस्यां शालायां भवः, पौर्वशालः इत्युक्ते पूर्वस्यां दिशि शाला अस्ति, तस्मिन् यः अस्ति तत्र पौर्वशालः इति उदाहरणम्. अनन्तरम् उत्तरपदद्विगुः. उत्तरपदद्विगुः इत्युक्ते तत्र प्रथमतया तत्र द्विगुसमासः अस्ति. आदौ द्विगुसमासः अस्ति, तदनन्तरम् अत्र तृतीयं पदं योजयित्वा त्रिपदबहुव्रीहिः इति उच्यते. उदाहरणार्थम् अत्र यदि पञ्चगावः इति वदामः चेत् पञ्चानां गवां समाहारः पञ्चगवाम् इति द्विगुसमासः भवति. परन्तु इदानीम् उत्तरपदद्विगुः इत्युक्ते तत्र प्रथमपदद्वयं स्वीकृत्य पञ्च अपि च गावः स्वीकृत्य तदनन्तरं तृतीयं पदं योजयित्वा पञ्चगावः धनं यस्य सः पञ्चगवधनः इति अस्ति. अत्र गो इति शब्दः यत् अस्ति, गोशब्दस्य समासस्य प्रसङ्गे तत्र एकं प्रत्ययं योजयामः, अच् इति प्रत्ययं योजयामः. तेन कारणेन किं भवति इति चेत् तत्र गो इति प्रातिपदिकम् अनन्तरं तत्र अकारः अवशिष्यते प्रत्यये, गोयोगः अकारः, तत्र यचोयवायवः कृत्वा गव इति भवति. सर्वत्र समासस्य प्रसङ्गे गो इति शब्दस्य गव इति श्रूयते. अतः पञ्चगवगावः धनं यस्य सः पञ्चगवधनः इति एकम् उदाहरणम्. अन्यत् अस्ति दशगावः धनं यस्य सः दशगवधनः इति उदाहरणम् अस्तु. इदानीम् अत्र अग्रे अस्माकं मूलविषयः अस्ति समाहारः, समाहारद्विगुः इति अस्माकं विषयः अस्ति. तदेव वयं बहुत्र पश्यामः समाहारद्विगुः. समाहारद्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदम्, उत्तरपदं सुबन्तं पदम्. समाहारः इत्युक्ते अत्र समूहः इत्येव अर्थः. समूहः इति वदामः चेत् अत्र सर्वदा एकवचने एव भवति, अतः सर्वत्र द्विगुसमासे एकवचने एव वयं पश्यामः, न तु द्विवचने वा बहुवचने. अनन्तरं प्रश्नः भवति लिङ्गं, लिङ्गं किम् अत्र द्विगुसमासस्य लिङ्गं किम् इति चेत् द्विगुसमासः सामान्यतया नपुंसकलिङ्गे भवति, परन्तु कुत्रचित् स्त्रीलिङ्गे अपि भवति, कुत्रचित् पुल्लिङ्गे अपि भवति. अत्र प्रयोगं दृष्ट्वा एव अवगन्तुं शक्यते, यतोहि सूत्रे तु सर्वत्र नपुंसकलिङ्गे एव उक्तमस्ति. कुत्र स्त्रीलिङ्गे भवति इति चेत् यत्र उत्तरपदे अकारान्तं ह्रस्व अकारान्तम् अस्ति चेत् तत्र स्त्रीलिङ्गे भवति. उदाहरणार्थम् अत्र अस्माकं पुस्तके अपि अस्ति त्रयाणां लोकानां समाहारः. लोक इति पदं तत्र अकारान्तपदमस्ति, अतः अत्र स्त्रीलिङ्गे भवति द्विगुसमासः समाहारद्विगुः, त्रिलोकी इति पदम्. सर्वत्र तथा भवति वा इति चेत् तत्र सर्वत्र तथा नास्ति, कुत्रचित् अपवादः अपि सन्ति. यथा अत्र भुवनम् इति पदमस्ति, तत्र भुवन इति अकारान्तः अस्ति, तर्हि त्रयाणां भुवनानां समाहारः त्रिभुवनी इति भवति चेत् तथा न भवति, तत्र तु नपुंसकलिङ्गे एव भवति त्रिभुवनम्. पञ्चानां वटानां समाहारः, वट इति पदम् अकारान्तः अस्ति, अतः अत्र पञ्चवटी इति समाहारद्विगुसमासः भवति इति अत्र सामान्यनियमः अस्ति. अत्र अत्र राजेन्द्रमहोदय वदति वा अत्र अष्टानाम् अध्यायानां समाहारः किं भवति? अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी. हा सम्यक्, अष्टाध्यायी. अध्ययः इति तत्रापि अकारान्तः अस्ति, तर्हि अकारान्तः अस्ति चेत् स्त्रीलिङ्गे भवति समस्तपदम्, अतः अष्टाध्यायी इति स्त्रीलिङ्गे अस्ति. अस्तु, लीना भगिनी वदति वा अत्र पञ्चानां पात्राणां समाहारः? पञ्चपात्रम्. पञ्चपात्रं, हा, अत्र पञ्चपात्री इति नास्ति. पश्यति चेत् अत्र यद्यपि पात्र इति अस्ति अकारान्तः, तथापि प्रयोगे पञ्चपात्रम् इति एव अस्ति, न तु पञ्चपात्री. एवमेव अत्र पञ्चानां रात्रीणां समाहारः किं भवति भगिनि? नवरात्रं भवितुमर्हति न? हा अत्र हा पञ्चानां रात्रीणां समाहारः पञ्चरात्रम्. पञ्चरात्रम् इति समस्तपदमस्ति. तर्हि अत्र समासस्य प्रसङ्गे यत्र रात्रि इति शब्दः अस्ति, रात्रिशब्दस्य तत्रापि रात्रि इति शब्दस्य अनन्तरं तद्धितप्रत्ययं योजयामः, तर्हि रात्रियोगः तद्धितप्रत्ययं योजयित्वा रात्र इति ह्रस्व अकारान्तः भवति, अतः एव तत्र पञ्चरात्री इति नास्ति, पञ्चरात्रम् इति अस्ति। एवमेव नवानां रात्रीणां समाहारः नवरात्रं, हा न तु नवरात्रि इति विशिष्टप्रयोगः। अत्र द्विगुसमासस्य प्रसङ्गे तावदेव अस्ति। अत्र कोऽपि प्रश्नः अस्ति वा? भगिनी, कोऽपि नियमः अस्ति वा कदा कथं जानीमः कुत्र स्त्रीलिङ्गे भवति कुत्र पुल्लिङ्गे नपुंसकलिङ्गे भवति? हा, अत्र वयं सर्वे प्रयोगशरणाः, अत्र तादृशप्रयोगः अस्ति वा इति ज्ञात्वा एव तादृशं कर्तुं शक्नुमः। अत्र वस्तुतः नियमः किमपि नास्ति। सूत्रेषु तु स्त्रीलिङ्गे पुल्लिङ्ग, सूत्रेषु तु नपुंसकलिङ्गे एव दत्तमस्ति, परन्तु तत्र वस्तुतः तादृश किमपि नियमः नास्ति। किं भगिनि? कथं जानीमः तद्धितपद किम् अस्ति? हा, तद् तदर्थं तत्र पञ्चमाध्यायस्य संख्या अपि भवति, कथं जानीमः तत् तद्धितपदम् अस्ति? द्वे इति अपि संख्या भवितुं शक्नोति। पुनः पृच्छतु, तद्धितसंख्या कुत्र? यदा भवती उक्तवती तद् द्विगुसमासः यत् शाणानां मात्रम् अपत्यं शाणमात्रम् इति भवति, कथम् अहं चिन्तवती शाणानाम् इति भवति संख्यापदं न तु तद्धितपदम्। षट् इति, हा सत्यं, समीचीनं भगिनि, षट् इति पदं तु संख्या अस्ति, षट्, परन्तु तत्र आदिवृद्धिः अस्ति खलु, शान् इति अस्ति न तु षट्, तर्हि षाट् इति तत्र, षाट् इति तत्र आदौ दीर्घत्वम् अस्ति खलु, वृद्धिः अस्ति आदौ, तद्दृष्ट्वा अवगन्तुं शक्यते अत्र तद्धितार्थद्विगुः अस्ति इति। वस्तुतः तत्र सम्यक् अवगमनं कदा भवति इति चेत् तत्र तद्धितार्थप्रत्ययानाम् अध्ययनं यदा वयं कुर्मः कदाचित् तत्र अष्टाध्यायां पञ्चमाध्याये ये ये प्रत्ययाः सन्ति तद्धितप्रत्ययाः तेषां विषये वयम् अध्ययनं यदा कदापि कुर्मः तस्मिन् सन्दर्भे एव सम्यक्तया अवगन्तुं शक्यते। वस्तुतः समासः इति विषयः, तस्य सम्बन्धः कृदन्तप्रकरणे अपि अस्ति, तद्धितप्रकरणे अपि अस्ति, अतः पूर्वं किं कृतवन्तः इति चेत् प्रथमतया कृदन्तप्रकरणस्य अध्ययनं भवति, तदनन्तरं तद्धितप्रकरणस्य अध्ययनं भवति, तदनन्तरं समासप्रकरणं। वस्तुतः समासस्य कारकेन सह अपि सम्बन्धः अस्ति, अतः अत्र सर्वं मिलित्वा एव अध्ययनं भवति, परन्तु अत्र तु वयम् इदानीं तद्धितप्रत्ययस्य विषये न पठितवन्तः, न तु कृदन्त व्याकरणे वर्गे अपि पठितवन्तः मातृशब्द इति मा योगतृच् कृदन्त इति कृदन्तप्रत्यय आगच्छति, मातृ भवति मातृ अपि तद्धितपद आगच्छति तत्र सुबन्त योजनेन, तत् तत्र तु तद्धितप्रत्ययः नास्ति भगिनि, तृच् इति प्रत्ययः कृदन्तप्रत्ययः अस्ति, कृदन्तप्रत्ययोजनेन प्रातिपदिकं भवति, तत् तद्धित भवति न, न तद्धित न भवति, सुबन्तं भवति, सुबन्तं भवति धातुतः यदा हि कृत् प्रत्ययः विधीयते तत्र कृदन्तम् इति प्रातिपदिकं, तस्मात् सुप्रत्ययं योजयामः चेत् सुबन्तं पदं भवति, अतः अत्र वस्तुतः तद्धितप्रत्ययस्य सामान्यतया यदा समासस्य अध्ययनं कुर्मः अत्र अत्र कोविड् परीक्षायामपि समासस्य अध्ययनं यदा भवति तत्र तद्धितार्थविषये किमपि न उच्यते, यतोहि विरलतया एव पश्यामः, अपि च तत्र व्याकरणरीत्या यावत्पर्यन्तं न पठामः तावत्पर्यन्तं सम्यक्तया अवगमनं न भवति इति कृत्वा कोऽपि न पाठयति। अहम् एवमेव उक्तवती तद्धितार्थद्विगुः इति अपि अस्ति इति अवगमनार्थं, परन्तु तस्य सम्यक् अवगमनं तदा एव भवति यदा व्याकरणं पठामः, अतः इदानीं, हा इदानीम् अत्र कथम् अभिज्ञातुं शक्यते इति चेत् अत्र समस्तपदं पश्यामः चेत् शान् मातुरः इति दृष्ट्वा अवगन्तुं शक्यते, अत्र आदिवृद्धिः अस्ति। यदि अत्र दशरथस्य पुत्रः दाशरथिः इति वदामि चेत् तत्र दाशरथिः इति तद्धितान्तपदमस्ति, दाशरथिः तत्र आदिवृद्धिः अस्ति खलु दाशरथिः, तद्दृष्ट्वा अवगन्तुं शक्यते तत्र तद्धितार्थप्रत्ययः अन्ते अस्ति इति अवगन्तुं शक्यते. एवमेव वसुदेवस्य पुत्रः वासुदेवः तथा दृष्ट्वा अवगन्तुं शक्यते. अस्तु, तर्हि अत्र कोऽपि प्रश्नः नास्ति चेत्, गते सप्ताहे केचन प्रश्नाः आसन्, तस्मिन् विषये किञ्चित् वदामि, तदनन्तरम् अग्रे सरेम. अत्र पूर्वम् अत्र अस्माकं प्रश्नः आसीत् भारतदेशप्रधानमन्त्री इति समस्तपदे तत्र चत्वारि पदानि सन्ति, तर्हि अत्र मेहुल् महोदय वदति वा अत्र भारतदेशप्रधानमन्त्री तत्र कीदृशसमासः? भारतदेशप्रधानमन्त्री इति भारतदेशस्य प्रधानमन्त्री इति षष्टि तत्पुरुषसमासः द्वयोः मध्ये भारतदेशस्य प्रधानमन्त्री इति षष्टि तत्पुरुष अहं मन्ये. अपि च भारत देशः एतस्मिन् मध्ये एतयोः मध्ये देशः इति भारत इति नाम अस्ति, अतः सम्भावनापूर्वपदः कर्मधारयः इति अहं मन्ये. भारतदेशः प्रधानमन्त्री इति अपि अहं मन्ये इति प्रधानमन्त्री सर्वे मन्त्र्याः मध्ये प्रधान इति अस्ति, अतः विशेषणपूर्वपदः कर्मधारय इति अहं मन्ये. सत्यं सत्यं, बहु सम्यक्. आहत्य किं भवति? आहत्य भारतदेश इति प्रथम सम्भावना पूर्वपद गर्भ भारतदेशस्य इति षष्टितत्पुरुष गर्भ प्रधानमन्त्री विशेषणपूर्वपदकर्मधारयसमासः. तथा वयं चिन्तयितुं शक्नुमः, इत्युक्ते तत्र भवान् किं वदति इति चेत् विशेषणपूर्वपदकर्मधारयसमासस्य गर्भे सम्भावनापूर्वपद अपि षष्टितत्पुरुषसमासः अस्ति इति वदामः इति वदति खलु. वस्तुतः विशेषणपूर्वपदसमासस्य गर्भे सम्भावनापूर्वपद अस्ति वा? यदि वयं प्रथम सोपाने भारतदेशस्य प्रधानमन्त्री इति स्वीकुर्मः चेत् तत्र भारतदेशस्य इति षष्टितत्पुरुषसमासः, अनन्तरं प्रधानमन्त्री इति विशेषणपूर्वपदकर्मधारयः, द्वयोः समासयोः भारतदेशस्य प्रधानमन्त्री षष्टितत्पुरुषसमासस्य अन्तर्भूतः इति. इत्युक्ते कस्य अन्तर्भूतः? षष्टितत्पुरुषसमासस्य अन्तर्भूतः इति वा? आम् आम्. अत्र पश्यति चेत् यद्यपि वयम् अत्र चत्वारि पदानि सन्ति भारतदेशप्रधानमन्त्री इति चत्वारि पदानि सन्ति चेत् अत्र त्रयः समासाः भवन्ति. तर्हि अत्र प्रधानमन्त्री इति विशेषणपूर्वपदकर्मधारयः अस्ति, मन्त्री इति पदस्य एव अन्वयः अस्ति क्रियया सह, परन्तु यत्र गर्भस्य चिन्तनं वयं कुर्मः अत्र द्रष्टव्यं कस्मिन् गर्भे किम् अस्ति इति द्रष्टव्यम्. अत्र भारतदेश इति सम्भावनापूर्वपदकर्मधारयः, तस्मिन् गर्भे किमपि नास्ति. प्रधानमन्त्री इत्यस्मिन् गर्भे अपि किमपि नास्ति. प्रधानमन्त्री पृथक्तया पदद्वयं, तत्र विशेषणपूर्वपदकर्मधारयसमासः. यदा हि वयं भारतदेश अपि च प्रधानमन्त्री योजयित्वा भारतदेशस्य प्रधानमन्त्री इति समस्तपदं कुर्मः, षष्ठी तत्पुरुषसमस्तपदं कुर्मः, तत्र एव चतुर्णां पदानां सम्बन्धः भवति. तत्र षष्ठी तत्पुरुषगर्भे एतानि चत्वारि पदानि सन्ति. सरला भगिनि, स्पष्टं वा? आमां स्पष्टम् अस्तु. सम्भावनापूर्वपदकर्मधारय अवधानपूर्वपद विशेषणपूर्वपदकर्मधारय गर्भ सम्भावनापूर्वपद गर्भ कर्मधारय गर्भ तत्पुरुषसमासः इति भवति. षष्टि तत्पुरुषसमासः सत्यं. षष्टि तत्पुरुषसमासः सत्यम्. अन्ये के के विलम्बेन आगतवन्तः? नाम उचितम्. जगन्नाथः, भवती किमपि सम्भावनपूर्व विशेषणपूर्वपद कर्मधारसमासे एतत् सर्वं किमपि न भवति इति भवती उक्तवती, तस्य अर्थः कः? किमपि न इत्युक्ते इत्युक्ते प्रधानमन्त्री इति पदद्वयम् अस्ति. तत्र भारतदेश इति पदस्य किमपि अस्ति वा? तत्र तस्मिन् गर्भे किमपि अस्ति वा? प्रधानमन्त्री इति पदद्वयं तयोः एव सम्बन्धः अस्ति खलु. प्रधानमन्त्री अपि च भारतदेश, इदानीम् अत्र चतुर्णां पदानां सम्बन्धः कल्पनीयः. तर्हि तत्र किं कुर्मः? भारतदेशस्य प्रधानमन्त्री, तर्हि देशस्य इति षष्ठी तत्पुरुषसमासः अस्ति. तत्र षष्ठीविभक्तेः लोपः भवति, तर्हि तदेव प्रधानसमासः अस्ति. तस्मिन् समासे सम्भावनापूर्वपदकर्मधारयः अपि अस्ति, विशेषणपूर्वपदकर्मधारयः अपि अस्ति तस्मिन् गर्भे. अस्तु, तर्हि किमपि न भवति इति किमपि न भवति इत्युक्ते तत्र प्रधानमन्त्री इत्यस्य गर्भे भारतदेशः अस्ति वा? तदेव उक्तवती, तत् प्रधानमन्त्री इत्यस्मिन् गर्भे किमपि न भवति, किमपि नास्ति, सम्बन्धः एव नास्ति. केवलं भारतदेश इति वदामि चेत् तत्र केवलं सम्भावनापूर्वपदकर्मधारयः एव अस्ति. तस्मिन् गर्भे किमपि अस्ति वा? नास्ति इति वार्ता. अस्तु, अन्य कोऽपि अस्ति? पद्मा भगिनी अपि अस्ति वा? पुष्पा भगिनी अस्मि. कथञ्चित् न वक्तुं न शक्नोमि भगिनि. अस्तु अस्तु, हा अस्तु. तर्हि अत्र अन्यः प्रश्नः आसीत् अत्र संस्कृतगङ्गाधारा इति समस्तपदं संस्कृतगङ्गाधारा. तत्र वयम् उक्तवन्तः संस्कृतमेव गङ्गाधारा अवधारणापूर्वपदकर्मधारयः. अपि च अत्र गङ्गाधारा तयोः गङ्गायाः धारा इति षष्ठी तत्पुरुषसमासः इति उक्तवन्तः. तत्र प्रश्नः आसीत् गङ्गाधारा इव इति उपमान उत्तरपदकर्मधारयः भवति वा इति प्रश्नः आसीत्. वस्तुतः तत्र उपमान उत्तरपदकर्मधारयः न भवति. किमर्थं चेत् धारा इति पदम् अत्र भावार्थकपदमस्ति, धर्ममेव बोधयति. अतः यत्र पूर्वपदे उत्तरपदे उपमानपदं सामान्यधर्मः न भवति, साधारणधर्मः न भवति. उपमान उत्तरपदकर्मधारयसमासे उत्तरपदे उपमानवाचकशब्दः, पूर्वपदे उपमेयवाचकशब्दः भवति. अत्र तु गङ्गाधारा इव, अत्र धारा इति साधारणधर्मः अस्ति उत्तरपदे, अतः उपमान उत्तरपदकर्मधारयसमासः न भवति इति तावत् अत्र. अनन्तरम् अग्रिमः प्रश्नः आसीत् एकशतम् इति समस्तपदे एकं शतम् इति विशेषणपूर्वपदकर्मधारयः भवति वा इति प्रश्नः आसीत्. तदर्थम् इदानीम् अत्र एकं वाक्यं वदामि, साधु अस्ति वा इति वदतु. सः मह्यम् एकशतं रूप्यकाणि दत्तवान् इति अस्ति. सरलभगिनी किं चिन्तयति भवती? अहं चिन्तयामि साधु अस्ति. सः मह्यम् एकशतं रूप्यकाणि दत्तवान्, साधु अस्ति. अस्तु, जगन्नाथ महोदय. साधु नास्ति एकस्य पदस्य कोऽपि अत्र अर्थः न शतम् इत्युक्ते एव एकशतम् इति एकवचने अस्ति इति कारणेन यतोपि प्रयोगे तादृशम् अर्थो भवति सर्वदा तदर्थम् एकम् इति वयम् आङ्ग्लभाषायाः संस्कृते अनुवादं कुर्मश्चेत् तादृशं वाक्यं भवति न तु ये संस्कृते बाल्य अवस्थायां ये संस्कृते पठितवन्तः तादृशं न वदन्ति सत्यं सत्यं समीचीनं इति अपि शास्त्रे एकः सिद्धान्तः अस्ति सत्यं सत्यं समीचीनं महोदय सम्यक् अस्ति तर्हि अत्र अत्र पश्यतु अत्र सः मह्यम् 100 रूप्यकाणि दत्तवान् इति वाक्यं वस्तुतः साधु नास्ति किमर्थं चेत् अत्र यथा महोदयेन उक्तम् 100 एकम् इति पदस्य मूल्यं नास्ति यतोहि 100 इति पदेन तत्र एकत्वं बोध्यते एकत्वं शतपदेन एव अवगच्छामः अतः पुनः 100 इत्यस्य वदनस्य आवश्यकता नास्ति पुनरुक्तिदोषः भवति यदि वदामः चेत् अतः सः मह्यं 100 रूप्यकाणि दत्तवान् इति एव साधुप्रयोगः इति विषयः अस्ति अत्र भाषापाक् इति पुस्तके अस्मिन् विषये दत्तमस्ति इच्छन्ति चेत् द्रष्टुं शक्नुवन्ति अतः अत्र 100 इति समस्तपदे 100 इति वक्तुं शक्यते परन्तु विशेषणपूर्वपदकर्मधारयः न भवितुम् अर्हति अस्तु अस्तु तावदेव अत्र प्रश्नाः कोऽपि प्रश्नः वा अत्र न भगिनि अस्तु तर्हि इदानीम् अत्र अस्माकम् इदानीम् अग्रिमविषयः अस्ति नञ् तत्पुरुषसमासः इति तत्र नञ् तत्पुरुषसमासे नञ् प्रभृतयः इति अस्ति नञ् प्रभृतयः तत्पुरुषसमासस्य एव अन्तर्भवति अत्र 5 सन्ति नञ् तत्पुरुषसमासः कुसमासः प्रादिसमासः गतिसमासः अपि च उपपदसमासः इति अस्ति तत्र प्रथमतया तत्र उपपदसमासं पश्यामः उपपदसमासस्य विषये अस्माकं करपत्रे तत्पुरुषसमासः इति करपत्रे किञ्चित् दत्तमस्ति तदेकवारं पठामः सरलाभगिनी अस्ति वा करपत्रं तत्पुरुषसमासः अहं प्रेषितवती हा तत्र अन्ततो सेक्षन् इ उपपदसमासः इति अस्ति तत्र पठति वा एकनिमिषं भगिनि अन्ततो गत्वा अधोभागे तत्र लास्ट् बट् वन् अस्तु उपपदसमासः वस्तुतः अयं समासः नञ् प्रवृत्तभ्य इत्यस्यां श्रेण्यां भवति इयं श्रेणी तत्पुरुषसमासस्य कश्चन उपभागः तत्पुरुषसमासः अस्ति इति अभिज्ञातुं शक्नुमः यतोहि तस्य उत्तरपदप्राधान्यम् अतः बोधार्थं तत्पुरुषनाम्ना चर्चा अध कृताः नञ् तत् प्रवृत्तव्य इत्यस्यां श्रेण्याम् उपपदसमासः आगच्छति तत् तत्पुरुषसमासः एक प्रभेदम् अस्ति तत्पुरुषसमासः यदि वयं जानीमः तस्य उत्तरप्रद पदप्राधान्यम् अस्ति तत्पुरुषसमासे अतः तत्पुरुषनाम्ना चर्चा अतः वयं तत्पुरुषसमासस्य चर्चा कुर्मः केचन द्वितीयतत्पुरुषाः सन्ति येषाम् उत्तरपदं धातोः विकृतरूपं भवति येषु पर्व पूर्व विकृत विकृतरूपं भवति, एषु पूर्वपदं धातोः कर्मपदं भवति, येषां विकृतधातूनां स्वतन्त्रतया न कोऽपि प्रयोगः। अतः विग्रहवाक्ये सामान्यतया तेषां लट् लकाररूपस्य प्रयोगो भवति। द्वितीयतत्पुरुषसमासः वयं जानीमः, तत्र यथा अतीत अतीत गत एते प्रधां यदि आगच्छति प्रयोग योजित्वा तत्र द्वितीयतत्पुरुषसमासः आगच्छति। तत्र पूर्वपदं धातो कर्मपदं भवति, यथा उदाहरणमस्ति द्वितीयतत्पुरुषसमासः दुःखम् अतीत ग्रामं गत इति यदि पूर्वपदम् अस्ति द्वितीय विभक्त्यां तत् भवति कर्मपदम्, उत्तरपदम् अस्ति तान्त प्रयोग तत्र। येषां विकृतधातूनां स्वतन्त्रया न कोऽपि प्रयोगः अस्ति, अतः विग्रहवाक्ये सामान्यतया तेषां लट् लकारस्य प्रयोगः भवति। यदि विग्रहवाक्ये अस्ति कृष्णः ग्रामगतः इति भवति, किन्तु विग्रहवाक्ये भवति कृष्णः ग्रामं गतः, तत्र विग्रहवाक्ये लट् लकारे आगच्छति। तत्र अत्र ग्रामम् इति भवति द्वितीयाविभक्त्यां, तत् भवति तत्पुरुषसमासः। किन्तु इदानीं वयं पश्यामः कथं विकृतरूप आगच्छति, अग्रिम परिच्छेदं पठामि। धातूनां विकृतरूपनिर्माणार्थं केचन नियमाः सन्ति। आकारान्तधातु चेत् अकारान्तः भवति, यथा पा प इकारान्त उकारान्त, ऋकारान्तश्चेत् अन्ते तकारः संयुज्यते, यथा कृ अस्ति तु कृत् भवति। सो के नियमाः सन्ति, यत्र आकारान्तधातुः अस्ति तस्य धातोः आकार लोप भवति, जस् केवलम् अकार समस्तपदे प पापा इति तस्य प्रति तस्य स्थाने प आगच्छति। इकारान्तधातुः अस्ति तस्य स्थाने उकार भवति। अधो अत्र बहूनि उदाहरणानि सन्ति। कृ अस्ति तत् कृत् भवति। द्वितीयतत्पुरुषसमासे धातु विद् अस्ति। धन्यवादः भगिनी, धन्यवादः। किञ्चित् एव वदामि अत्र, नञ्तत्पुरुषसमासस्य एव एकः प्रभेदः अस्ति उपपदसमासः। बहुत्र पश्यामः, तत्र पश्यति चेत् उपपद इति अस्ति, उपपदसमासः। उपपद इत्युक्ते अत्र काचित् संज्ञा अस्ति व्याकरणे, उपपद इति विशिष्टसंज्ञा अस्ति व्याकरणे। तर्हि उपपदसमासे किं भवति इति चेत् अत्र वैशिष्ट्यं वर्तते। उपपदम् इति एकं पदं, तस्य उपपदसंज्ञा भवति। इत्युक्ते तत्र अष्टाध्याय्यां तृतीयाध्याये विशिष्टसूत्राणि सन्ति येन कस्यचित् पदस्य उपपदसंज्ञा भवति। तर्हि पूर्वपदे उपपदम् अस्ति, उत्तरपदे धातुः अस्ति, तदनन्तरं कृत् प्रत्ययः अस्ति। वयं सामान्यतया पश्यामः अत्र सुबन्तानाम् एव समासः भवति इति जानीमः। तत्र धातुः अस्ति चेत् अत्र सामान्यतया धातुः अस्ति चेत् क्रियापदं भवति, परन्तु अत्र धातुः अस्ति अनन्तरं कृत् प्रत्ययः अस्ति। तर्हि धातुः योगः कृत् प्रत्ययः तत्र प्रातिपदिकं भवति। तर्हि एकं पदम् अस्ति, द्वितीयं प्रातिपदिकम् अस्ति, तदेव अत्र वैशिष्ट्यं। सामान्यतया सुबन्तपदं पदद्वयं स्वीकृत्य समासः भवति, अत्र तु पूर्वपदम् उपपदम् अस्ति, उत्तरपदं प्रातिपदिकम् अस्ति। तादृशसन्दर्भे अत्र उपपदसमासः भवति इति अत्र नियमः अस्ति। अत्र कुत्रचित् उपपदसमासे यथा अत्र दत्तमस्ति, अत्र सामान्यतया कुत्रचित् उपपदं द्वितीयविभक्तौ भवति, अपि च उत्तरपदम् उत्तरपदे धातुः अस्ति, धातोः अनन्तरं कश्चित् कृत् प्रत्ययः अस्ति इति अत्र सामान्यनियमः अस्ति। अपि च अत्र किं भवति इति चेत् यथा अत्र दत्तं केचन नियमाः सन्ति. आकारान्तः अस्ति चेत् अकारान्तः भवति, यथा अत्र प इति अस्ति चेत् प इति ह्रस्व अकारान्तः भवति, ईकारान्तः उकारान्तः ऋकारान्तः चेत् तत्र तकारः संयुज्यते इति अत्र नियमः अस्ति. एतादृश उपपदसमासः वयं बहुत्र काव्येषु साहित्येषु बहुत्र पश्यामः, अतः इदानीम् अत्र रूपस्य अवगमनम् अस्ति चेदपि पर्याप्तं. समस्तपदं कीदृशं भवति अपि च विग्रहवाक्यं कीदृशं भवति इति मनसि अस्ति चेत् इदानीं पर्याप्तम्. अस्तु, तर्हि अत्र अग्रे जगन्नाथ महोदय पठति वा? अस्तु भगिनि, कुत्र पठनीयं? ज्ञा दातु आरभ्य वा? विद् विद् विद् अस्तु. विद् वेदान् वेत्ति, वेदवित् इति तस्य विग्रहवाक्ये वेदान् ये वे वेत्ति स एव वेदवित् इति वदामः विग्रहवाक्ये. तादृशमेव सर्वत्र द्वितीय किं वदामः द्वितीयविभक्त्यां भवन्ति ज्ञा. अत्र वेदान् वेत्ति इति एकवारं वेदान् वेत्ति इति विग्रहवाक्ये वेदान् इति पदं सुबन्तं पदम् अस्ति, वेत्ति इति पदं कीदृशपदम्? वेत्ति लट् लकारि विद् धातोः लट् लकाररूपं अस्ति. सत्यं सत्यं. तर्हि विग्रहवाक्ये सामान्यतया वयं सुबन्तपदमेव वयं पश्यामः खलु, सुबन्तपदानमेव तत्र विग्रहवाक्ये भवति, परन्तु अत्र वैशिष्ट्यं कृदन्तपदं वित् अस्ति, किन्तु लट्लकाररूपं भवति विग्रहवाक्ये. समस्तपदं कृदन्तरूपं भवति लट्लकारे, विग्रहवाक्ये लट्लकारो भवति. हा सत्यं. तर्हि वेदान् वेति इति दृष्ट्वा अत्र तिङन्तानामपि समासः भवति इति चिन्तयितुं शक्नुमः. वस्तुतः केवलं विग्रहवाक्ये एव क्रियापदं भवति, समस्तपदे तु तत्र कृदन्तपदमस्ति, वित् इति कृदन्तपदमस्ति. अस्तु अग्रे. ज्ञा इति धातुः अस्ति, तत्र शास्त्राणि जानाति, तस्य समस्तपदं भवति शास्त्रज्ञः. ज्ञः इति तु यः जानाति सः ज्ञ, तस्य कृदन्तरूपं. शास्त्र इति बहुवचने अस्ति, शास्त्राणि सामान्यतया एकस्मिन् शास्त्रे कोऽपि स्पेशलैस् करोति चेदपि विशेषज्ञानं यस्मि एकशास्त्रे अपि अस्ति चेत् वैयाकरणः कोऽपि भवति, अन्यशास्त्राणि सम्यक्तया तादृशं ज्ञा इति वक्तुं न शक्नोति, तत्रापि व्याकरणज्ञा इति वक्तुं शक्नुमः वा न इति अहं न जानामि, किन्तु शास्त्रज्ञ प्रायः शास्त्र इति वदति चेत् बहुषु शास्त्रेषु ज्ञानमस्ति. एकशास्त्रे अपि एकशास्त्रस्य ज्ञानमस्ति चेदपि शास्त्रज्ञः एव. अत्र समस्तपदे न कोऽपि भेदः, एकशास्त्रं भवतु अथवा द्वे शास्त्रे भवतः तत्रापि शास्त्रज्ञः इति एव समस्तपदं. समस्तपदं दृष्ट्वा अवगन्तुं न शक्यते, परन्तु सन्दर्भानुसारं शास्त्रज्ञः इति एकशास्त्रं भवतु अथवा द्वे भवतु अथवा बहूनि शास्त्राणि भवन्तु. अस्तु धन्यवादः भगिनी. यथा नियमः अस्ति आकारान्तधातु अकार भवति, किन्तु कृदन्त इति न योजयामः तत्र. कृदन्तं योजयित्वा एव ह्रस्व अकारः भवति. अत्र सामान्य केवलम् अत्र व्याकरणं न आनयित्वा केवलं तत्र किं भवति इति पश्यामः चेत् दीर्घ आकारः ह्रस्वकारः भवति इति उच्यते, परन्तु वस्तुतः अत्र किम् अस्ति इति चेत् शास्त्रयोगः ज्ञा अनन्तरं कृत् प्रत्ययः अस्ति, तत्र कृत् प्रत्ययं योजयित्वा तत्र ह्रस्वकारः भवति, तत्र प्रक्रिया अस्ति कृदन्तप्रक्रिया. अस्तु अस्तु अस्तु, तर्हि अग्रे पद्मा भगिनी पठति वा. आं भगिनि, वृत्थन् धातु अस्ति हन् विग्रहवाक्यं वृत्रं हन्ति द्वितीय द्वितीयविभक्तौ अस्ति, समासः वृत्रहन् समासः भवति. अत्र विभक्तेः लोपः भवति, वृत्रम् इति द्वितीयविभक्तेः लोपः भूत्वा वृत्रहन् वृत्रहन्. अग्रे पा धातु अस्ति, सोमं पिबति विग्रहवाक्यम् अस्ति, अत्रापि विभक्तिलोपम् अस्ति सोमपः. अग्रे दा धातु वरं ददाति, अत्र विग्रहवाक्यं द्वितीय तत्पुरुषे विभक्तौ अस्ति, वरदः धातु आकारान्तः अस्ति खलु, तत्र किं भवति? आकारान्त इत्यनेन इत्यस्य लोपं भवति. न न अत्र किम् अस्ति नियमः किम् अत्र उक्तमासीत्, आकारान्तदातुः चेत् ह्रस्व अकारान्तः भवति इति उक्तं खलु, अकारान्तः भवति अत्र ह्रस्व अकारम् आगच्छति, वरदः इत्यनेन आकारं वरदः आगच्छति. समीचीनं भगिनि, अत्र स्पष्टमस्ति खलु यत्र आकारान्तः अस्ति धातौ तत्र ह्रस्वकारः भवति, तर्हि सोमं पिबति इति सोमम् इत्यस्य विभक्तिलोपः भवति, अनन्तरं पा इति धातुः ह्रस्वकारः भूत्वा सोमपः सोमपः, एवमेव अत्र धा धातुः अपि खलु, वरम् इत्यस्य विभक्तिलोपानन्तरं तत्र वर इति प्रातिपदिकं वरयोगः धाकारान्तः ह्रस्वः भवति वरदः. समीचीनम् अस्तु भगिनि, धन्यवादः. अग्रे बालसुब्रह्मण्य महोदय वदति वा. महोदय अस्तु, महोदय नास्ति. अस्तु राजेन्द्र महोदय. आं भगिनि, जि जि धातुः अस्ति, विग्रहवाक्यम् अस्ति विश्वं जायते समस्तपदं भवति विश्वजित् अत्रापि जायते अस्ति लट्लकारे जी धातुः अस्ति तस्य इदानीं तु किम् अभवत् अत्र कृत् प्रत्यय योजयित्वा तत्र जित् जित् भवति तस्य तत्र तद् विश्वजित् आल् कौङ्करिङ्ग् इत्युक्ते अत्र ईकारान्तः उकारान्तः ऋकारान्तः अस्ति चेत् अन्ते तकारः संयुज्यते, जि इति धातुः इकारान्तः अस्ति खलु. आम् आं भगिनि, इकारान्तः आसीत् तत्र तकारः योजयित्वा तत्र विश्वजित्. अग्रे कर्म करोति विग्रहवाक्यम् अत्र कृ धातुः अस्ति तत् अत्रापि ऋकारः धातुः अस्ति तत्रापि तकारः योजयित्वा तत् कर्मकृत् डूयिङ्ग् वर्क् लेबोरियस् लेबर् कर्मकृत् तत्र समस्यपदं भवति अत्रापि तथैव यथा इकारान्त उकारान्त त्रिकारान्त अन्ते तकारः योजयित्वा तत्र समस्यपदं भवति. लोकानां क्षयं करोति क्रि लोकानां क्षयं करोति, लोकक्षय क्षयकृत् अत्रापि कृ अस्ति, ऋकारान्त अस्ति, तत् अन्ते तकार योजयित्वा तत् तत् समस्पदं भवति, लोकानां क्षयं करोति, लोकक्षयकृत् समस्पदं भवति, डिस्ट्रायर् आफ् द वर्ल्ड्. लोकानां क्षयं तत्र समस्तपदमस्ति वा? आम् आम् आं भगिनि, तत्रापि तत्र तु षष्ठीतत्पुरुष षष्ठीतत्पुरुषमासः अस्ति तत् लोकान् आहत्य आहत्य उपपद समासगर्भे षष्ठीतत्पुरुषमासः. तर्हि षष्ठीतत्पुरुषगर्भ उपपदसमासः षष्ठीतत्पुरुषगर्भ उपपदसमासः. हा सम्यक्, समीचीनं महोदय. अग्रे अग्रे लीना भगिनी पठति वा? आं पठामि. तत्पूर्वम् एकं प्रश्नः अस्ति भगिनि. शत्रुघ्न तथा च कृतघ्न इति पदे हन हन् इति पदस्य घ्न इति पदं भवति, तत् कथं भवति? घ्न इति तत्र विशिष्टसूत्रमस्ति च भगिनि, हकारस्य घकारः देशः भवति. हन्धातोः हन्धातोः हकारस्य गकारः भवति विशिष्टसूत्रेण. हो हन्ते मिन्नेषु इति एकं सूत्रमस्ति, तेन सूत्रेण हकारस्य घकारः भवति. धन्यवादः. अग्रे पठामि. अधुना द्वितीयतत्पुरुषं विहाय धातु अस्ति गम, खे गच्छति खगः. खे इति सप्तम्यन्तं पदम् अस्ति. खे नाम ख, ख नाम गगनम् आकाशः. तत्र गच्छति, अतः खे गच्छति सप्तमीस्थपदमस्ति. द्वितीयतत्पुरुषसमासः अत्र न दृश्यते, अतः द्वितीयतत्पुरुषं विहाय इति कोष्टके इदं गृहीतम् अस्ति. खगः नाम पक्षी. अग्रे पठामि. अग्रे अग्रे पठामि. आं था गृहे तिष्ठति गृहस्थः. था इति आकारान्तधातुः अस्ति. उपपद् तत्पुरुषसमासे तस्य अकारान्त भवति, अतः स्थ इति पदं गृहीतं. गृहस्थ स्थ इत्यस्य लट्लकारस्य रूपं तिष्ठति इति. गृहे इति सप्तम्यन्तं पदमस्ति. गृहे तिष्ठति गृहस्थः. तर्हि गृहस्थः इति दृष्ट्वा स्त इति अस्ति ह्रस्व अकारान्तः. तर्हि तत्र वयं जानीमः स्त इति स्थाधातुतः अस्ति इति कृत्वा तत्र अत्र क्रियापदं विग्रहवाक्ये क्रियापदं किं भवति इति अपि अवज्ञातुं शक्नुमः. यदि अत्र गृहस्थः इत्येव समस्तपदं पश्यामः तर्हि तस्य विग्रहवाक्यं कथं भवति इति चेत् स्त इति दृष्ट्वा स्थाधातुः अस्ति. तर्हि स्थाधातोः क्रियापदं तिष्ठति अस्ति इति दृष्ट्वा गृहे गृहे तिष्ठति इति विग्रहवाक्यं कर्तुं शक्नुमः. अग्रे अपि पठतु. जन् ब्रह्मणो ब्रह्मणो जायते ब्रह्मजः. ज नाम जन् इति पदस्य विकृतं रूपम् अस्ति. ब्रह्मणः इति षष्ठ्यन्तं पदमस्ति. पञ्चम्यन्तरम् आमामां क्षम्यतां, पञ्चम्यन्तं पदमस्ति. ब्रह्मणः इत्यस्य ओकारः अभवत्. ब्रह्मणः जायते ब्रह्मणो जायते ब्रह्मजः. जन् इति पदस्य अकारान्तविकृतरूपं ज इति भवति. सम्यक्. विजया भगिनी अपि अस्ति वा? विजया भगिनी. आं भगिनि, नमस्कारः भगिनि. हा नमस्कारः, वक्तुमिच्छति वा? अहं शृणोमि एव भगिनि. ओ शृणोति, अस्तु अस्तु अस्तु. तर्हि अग्रे सरला भगिनी पठतु अन्तिम उदाहरणं. पादेन पिबति, अत्र पादेन इति भवति किं विभक्ति पाद पादेन तृतीया भक्ति अस्ति. पादेन तृतीया भक्ति अस्ति. क्षम्यतां, पिबति तस्य पाद इति विभक्तिलुप्तपाद आगच्छति, पा तस्य आकारान्त धातु अस्ति, आ इति लुप्त प भवति, अकार आगच्छति, पादप इति भवति. फुड् ड्रिङ्कर् इत्युक्ते ट्री, वृक्षः, तस्य मूलं मूले रूट्स् मूले रैट् मूलं तेषां तस्य पृथिव्यां जलं पिबति, पादेन पिबति, पादपः इति भवति. तत्तु वृक्षस्य वृक्षस्य वचन वृक्षस्य वृक्षस्य विवरणमस्ति, वृक्षस्य विषये अस्ति. अस्तु अस्तु, तत्र सरला भगिनि, इदानीम् अत्र अत्र एकम् उदाहरणं वदामि. धनं ददाति इति अत्र कीदृशसमस्तपदं भवति? धनं ददाति, दा धातु भवति, तस्य आगच्छति, धनं धन् धनद् भवति, धनद् उपपदसमास आगच्छति तत्र, कारण कि व्यस्तप्रयोगे ददाति अस्ति, समस्तपद केवलं सुबन्धपदानां भवति. धनम् इति द्वितीया विभक्त्यां भवति, धनं ददाति तस्य धातुः अस्ति दा, यदि आकारान्तधातव अस्ति तस्य आकार अपगच्छति, अकार भवति द, धनम् इति तस्य विभक्ति लोप भवति, धनद् इति भवति. तत्र समस्तपदं किम् अत्र प्रथमविभक्तौ? धनद, धनदः खलु, न धनदः, विसर्ग अपि, विसर्ग अपि अस्ति, यतत्र वरदः इति दृष्टवन्तः, वरं ददाति वरदः, एवं धनं ददाति धनदः. स्त्रीलिङ्ग अस्ति चेत् भगिनि, धन धनवान् स्त्रीलिङ्ग स्त्री अस्ति चेत् अस्तु. अपि च अत्र अग्रे जगन्नाथमहोदय, प्रियं वदति इति अस्तु. प्रियं एतत् कुत्र अस्ति भगिनि? क्षम्यतां, कुत्रापि नास्ति, अहम् एवमेव पृच्छामि. प्रियम् एकम् उदाहरणं चिन्तनार्थम्. प्रियवाक्यं प्रियं वदति इति श्रवणेन प्रीतिपूर्वकवाक्यं यः वदति, ओ तस्य प्रियं वदति समस्तपदं समस्तपदम् ओके. प्रियं वद न प्रियं वद या शाकुन्तले प्रियं वद प्रियं वद ओ अस्तु वद वा वद अपि भवति स्त्रीलिङ्ग प्रियवद एवमेव अत्र जलं ददाति इति सम्यक्. अग्रे अत्र एकम् उदाहरणं वदामि, अत्र बहु प्रसिद्धमस्ति, कुम्भं करोति इति कुम्भकारः इति अस्ति, कुम्भं करोति इति कुम्भकारः अथवा कुम्भकारी, स्त्रीलिङ्गे अस्ति चेत् कुम्भकारी, नपुंसकलिङ्गे अपि भवति कुम्भकारं, त्रिषु लिङ्गेषु अपि अस्ति, कुम्भकारः, कुम्भकारी, कुम्भकारम् अथवा अत्र कुम्भकृत् इति अपि वक्तुं शक्यते, यथा शास्त्रकृत् इति अस्ति एवमेव कुम्भकृत् इति अपि वक्तुं शक्यते, कुम्भकारः. अन्यत् उदाहरणं, निशां करोति इति निशाकरः, निशाकरी, निशाकृत् इति अपि भवति. अपि च वयं जानीमः अत्र प्रसिद्धं भाष्यकारः इति अस्ति खलु, व्याकरणे भाष्यकारः, भाष्यं करोति इति भाष्यकारः अथवा भाष्यकृत् इति अस्ति. अस्तु, अतः पद्माभगिनी वदतु सूत्रं करोति इति. सूत्रकारी. हा, सूत्रकारी अथवा सूत्रकारः. सूत्रकारः अथवा सूत्रकृत्. सूत्रकृत् इति अपि अस्ति. शास्त्रं करोति इति शास्त्रकारः. शास्त्रकारी, शास्त्रकृत्. सम्यक्. भयं करोति इति भयङ्करी, भयङ्करः, भयङ्करम्. सम्यक्, समीचीनं भगिनि. अग्रे अत्र राजेन्द्रमहोदय, स्वर्णं करोति इति स्वर्णकारः, स्वर्णकरी, स्वर्णकृत्. स्वर्णकारम् इत्यपि नपुंसकलिङ्गे अपि भवति. आमामामाम्. हा, अभयं करोति इति अभयं, अभयं करोति, अभयं कृत्, अभयं कारः, अभयं कारः, अभयं कारी. सम्यक्. अपि च अत्र अन्यत् उदाहरणं, पङ्के जायते इति. एकः प्रश्नः भगिनि, अस्मिन् काले सर्वे अभयङ्करः, अभयङ्कर, अभयङ्कर इति नाम अधिकतया महाराष्ट्रे वा मध्यप्रदेशे तादृशं स्थानेषु प्रसिद्धम् अस्ति. अभयङ्कारः तर्हि तस्य उच्चारणम् अभयङ्करः, कारः नास्ति, अभयङ्करः. तत्र कारः न भवति, करः. अभयङ्करः, अभयङ्करी. ओ अस्तु अस्तु, धन्यवादः. अस्तु अस्तु, तर्हि अत्र पङ्कज भगिनी, पङ्कज भवति. हा, अभयं करोति इति अभयङ्करः, अभयं करोति इति. हा, पङ्कजः, पङ्कजः इति अत्र पद्माभगिनी वा, पद्माभगिनी वदति वा, पङ्के जायते इति. पङ्कजः, पङ्कजः, सत्यं, पङ्के जायते इति पङ्कजः, पङ्के जायते, पङ्कजः. अस्तु, अल्पं सप्तमे विभक्तिः, सप्तमी विभक्तिः, सप्तमी. पङ्के, अर्थम्, अर्थं पङ्के इत्युक्ते स्लश् अथवा मड्. मड् लोटस्. हा, अल्पं जानाति इति पद्मा भगिनी. अल्पं जानाति, अल्पज्ञः, अल्पज्ञी. अस्तु, समीचीनम्. अस्तु, तर्हि अत्र मेहुल् महोदय, सरसि जायते इति. सरसि जायते, सरजः. वस्तुतः अत्र सरोजम् इति अस्ति. ओ सरोजम्, सरोजम्, सरोज. अस्तु अस्तु, अग्रे सरोजं भवति, सरसति. हा, कथं भवति इति इदानीं वक्तुं न शक्नोमि अत्र, यतोहि अत्र कृत् प्रक्रिया अस्ति, अत्र विशिष्टसूत्राणि सन्ति. अत्र सरसी जायते इति सरोजम् इति अस्ति. अत्र विकल्पः अस्ति वा, सरसिज अपि भवति, सरसिज इति अपि अस्ति वा रूपम्? आम्, विकल्पः प्रायः तथापि अस्ति, प्रायः. इतोपि किञ्चित् पश्यामि अत्र किमपि अस्ति वा इति. सरसिजि इति अपि प्रायः भवति. हा, सूक्तं मध्ये आगच्छति, सरसिजनिलये सरोजः अस्ति धवलान्तरं. हा, सत्यं, सत्यं, सत्यम्. अस्तु महोदय, अत्र मधु पिबति इति. मधु पिबति, मधुपः, मधुपः. हा, सम्यक्. हा, स्वयं भवति इति. स्वयं भवति, स्वयं भू इति अहं मन्ये, भवति स्वयं भूः, स्वयं भूः. अस्तु, स्वयम्भुः स्त्रीलिङ्गं न भवति वा? स्वयम्भूः स्त्रीलिङ्गे प्रायः न अत्र भूः इति स्त्रीलिङ्गपदम् इति चिन्तयामि भगिनि. भूः इति प्रायः तत्र स्त्रीलिङ्गे न भवति इति चिन्तयामि. द्रष्टव्यं भगिनि अत्र स्वयम्भू स्त्रीलिङ्गे भवति वा न वा इति द्रष्टव्यम्. तत्र तकार न योजयता भगिनि. भूत् ऊकारान्त योजयति. सर्वत्र तथा नास्ति प्रायः. इतोपि विशिष्टम् अत्र केवलम् उदाहरणम् अत्र अवगमनार्थम् अथवा अभिज्ञानार्थं वदामि. अत्र नियमाः के इति चेत् इदानीं यावत्पर्यन्तं कृत् प्रकरणं न पठिष्यामः तावत्पर्यन्तं नियमाः सम्यक्तया अवगन्तुं न शक्यते. अत्र सरलरीत्या महोदय उक्तं तत्र अकारान्तः अस्ति चेत् अकारान्तः भवति, उकारान्तः अस्ति चेत् तकारः योज्यते. परन्तु सर्वत्र तथा अस्ति वा इति द्रष्टव्यम्. अस्तु महोदय. अम्बूनी जायते इति मेहुल् महोदय. अम्बूनी जायते अम्बुजः. अम्बुजः अस्तु सम्यक् इति केचन इति कानिचन उदाहरणानि इतोपि सन्ति. अत्र गृहपाठरूपेण प्रेषयामि. अस्तु अस्तु तर्हि इदानीम् अत्र प्रथमविधः अस्ति उपपदसमासः. अत्र नञ् प्रभृतयः इत्यस्मिन् नञ् तत्पुरुषः, कुसमासः, प्रादिसमासः, गतिसमासः, उपपदसमासः. अस्माकं पुस्तके तु केवलं नञ् समासस्य विषये एव उक्तं, परन्तु एते अपि सन्ति अतः अत्र वदामि. उपपदसमासः इति इदानीमेव दृष्टं. तर्हि इदानीं नञ् तत्पुरुषसमासः इति पश्यामः. अत्र अस्माकं गीताप्रवेशपुस्तके चतुस्त्रिंशत् शततमे पृष्ठे, चतुस्त्रिंशत् अधिकशततमपृष्ठे 134 प्राप्तं वा? आं भगिनि. हा राजेन्द्रमहोदय पठतु. तथा भगिनि तत् कोष्टके अस्ति. हा सत्यम्. अवधेयम् एतानि सर्वाणि नञ् समासस्य उदाहरणानि. नञ् इति किञ्चन अव्ययं, तत् सुबन्तेन समासं प्राप्नोति. नञ् इति इत्यत्र नकारस्य ञकारस्य च लोपः भवति. अकारमात्रं शिष्यते. एतानि उदाहरणानि परिशील्यत. तद् उदाहरणानि दृष्टवन्तः न दृष्टवन्तः. अत्र केवलं नञ् इत्यस्य अर्थः कः इति एकवारं पश्यामः. नञ् किञ्चित् अव्ययम् अस्ति, तत् सुबन्तेन सुबन्तेन सह तस्य समासं भवति. नञ् इत्यत्र नकारस्य ञकारस्य लोपः भवति. अकारम् एव अवशिष्यते तत्. सम्यक्. तर्हि नञ् इति अव्ययम् अस्ति व्याकरणे. अत्र नञ् इति परिभाषा अस्ति, परिभाषाशब्दः अस्ति. नञ् इत्यस्य ण्यकारस्य इत्संज्ञा भवति, नकारस्य अपि लोपः भवति केनचित् सूत्रेण. तर्हि अ इत्येव अवशिष्यते, अकारः मात्रः अवशिष्यते. तर्हि नञ् योगः सुबन्तं पदं. नञ् इति पूर्वपदे अस्ति, सुबन्तं पदम् उत्तरपदे अस्ति. बहु प्रसिद्धसमासः अस्ति, सर्वत्र बहुत्र दृश्यते एतत् समासः. पद्मभगिनी म्यूट् करोतु. हा महोदय अग्रे पठतु. न योगः अयोगः तत्र नकारस्य लोपं भूत्वा तत् अकारे एव अवशिष्यते. अयोगयोगः अयोगः. न सम्बन्धः असम्बन्धः. तत्रापि तथैव नकारस्य अकारे एव अवशिष्यते. तत् न असम्बद्धः सम्बन्धः. न भुक्तिः अभुक्तिः. तत्रैव तथैव नकारस्य लोपः भूत्वा अकार एव अवशिष्यते. मिलित्वा तत् अभुक्तिः. न कर्ता अकर्ता. तत्रैव नकारस्य लोपं भूत्वा अकर्ता तत्र अकार एव अवशिष्यते. अकर्ता तत्र समस्तपदं भवति. न आसक्तिः. अत्र आकारः अस्ति सुबन्तपदे. तत्र नकारस्य तत्र तत् तथा तु किञ्चित् भिन्नरूपेण तत्र गच्छति यत् अनासक्तिः अनासक्तिः अत्र अकारः पूर्वं तत्र आगते तत् अनन्तरं नकारः तत् वर्णमेलनं तदनन्तरम् अनासक्तिः न ईश्वरः अनीश्वरः तथैव तत् अत्रापि अकारः एव पूर्वम् आगच्छति तदनन्तरं नकारः तत् ईश्वरः अनीश्वरः न ऊढः अनूढः तत्रापि तथैव तत् अनूढ अकारं तत्र अनूढः तत्र अकारं पूर्वम् आगत्य तत्र नकार योग ऊढः अनूढः न एकः अनेकः तथैव तत् एवम् अस्ति वा भगिनी यत्र अच् वर्णः नकारस्य अनन्तरं अस्ति सुबन्तपदे आकार आदौ अस्ति अच् वर्णः आदौ सन्ति तत्र अच् वर्णः पूर्वम् आगत्य अकारः पूर्वम् आगत्य तत् अनासक्तिः अनूढः तत् अनेकः तत् तावद् भवति वा सत्यं महोदय यत्र यत्र अत्र नियमः नियमद्वयमस्ति यत्र उत्तरपदे सुबन्तपदं हलादिः अस्ति हल् वर्णः आदौ अस्ति तत्र समस्तपदे केवलम् अ इति योजयामः तर्हि अत्र उदाहरणार्थं न योगः इत्यस्मिन् पदे हलादिः अस्ति यकारः हल् वर्णः आदौ तर्हि योगः हलादिः अस्ति यत्र हलादिः अस्ति सुबन्तपदं तत्र केवलम् अ इति योजयामः अयोगः इति एवमेव न भुक्तिः अभुक्तिः अकारः एव योजयामः यतोहि तत्र न इत्यस्मिन् वस्तुतः न योगः भुक्तिः इति अस्ति नञ् योगः भुक्तिः नञ् इत्यस्मिन् ञकारः गच्छति अपि च नकारस्य नकारः अपि गच्छति अ इति अवशिष्यते तर्हि अयोगः भुक्तिः अभुक्तिः इति अस्ति यत्र सुबन्तपदं हलादिः अस्ति परन्तु यत्र सुबन्तपदम् अजादिः अस्ति यथा अत्र नञ् योगः आसक्तिः तर्हि नञ् इत्यस्मिन् ञकारः अपि गच्छति नकारः अपि गच्छति अकारः अवशिष्यते तदनन्तरं तत्र अकारस्य अनन्तरं तत्र नकारस्य आगमः भवति नुङ् आगमः भवति तर्हि अन् इति अवशिष्यते अन् योगः आसक्तिः अनासक्तिः एवमेव अन् योगः ऊढः अनूढः न ईश्वरः अन्योगः ईश्वरः अनीश्वरः अन्योगः एकः अनेकः तावदेव भेदः नैतत्पुरुषसमासे हलादिः अस्ति वा अजादिः अस्ति वा इति द्रष्टव्यं हलादिः अस्ति चेत् केवलम् अकारः एव योज्यते समस्तपदे अजादिः अस्ति चेत् सुबन्तपदम् उत्तरपदं तर्हि अन् इति योजयामः अन्योगः सुबन्तपदम् स्पष्टं खलु अस्तु तर्हि अग्रे लीना भगिनी पठति वा पठामि एतेषु सर्वेषु तदेव पठनीयं वा तदेव एतेषु सर्वेषु उदाहरणेषु पूर्वपदं नञ् अस्ति उत्तरपदे आदिमवर्णः केषुचित् व्यञ्जनम् अस्ति केषुचित् स्वरः अस्ति यत्र आदिमः वर्णः स्वरः अस्ति तत्र रूपे कश्चन भेदः भवति अग्रे अपि पठामि यदि उत्तरपदे आदिमः वर्णः स्वरः अस्ति तर्हि तस्मात् पूर्वं नञ् अकारात् परतः न नृड् इति वर्णः आगमः भवति भवत्याः स्पष्टम् अधुना एव तर्हि नुड् इति आगमः भवति अस्मिन् उदाहरणेषु अस्मासु उदाहरणेषु कानिचन उदाहरणानि सन्ति यत्र भुक्तियोगः सम्बन्धः कर्ता व्यञ्जनतः तस्य आदौ व्यञ्जनानि सन्ति तथा च आसक्ति ऊढः ईश्वरः एकः एतेषु उदाहरणेषु स्वराः सन्ति यत्र स्वराः सन्ति तत्र नुडागमः भवति. कुत्र नुडागमः भवति इति चेत् अ तत्पश्चात् नुडागमस्य न तत्पश्चात् सुबन्तपदम् आगच्छति. न ऊढः अनूढः अन् ऊढः. अयोगमध्ये अ एव आगच्छति किन्तु अनूढमध्ये अ तत्पश्चात् नुडागमस्य न अन् तत्पश्चात् ऊढः तस्य यो एकत्रं एकत्रीकृत्य अनूढः इति पदं भवति इति एव स्पष्टीकृतम् अस्ति अस्मिन् परिच्छेदे. समीचीनं भगिनि. अत्र स्पष्टमस्ति खलु, अत्र नियमद्वयमेव अटादिः अस्ति वा हलादिः अस्ति वा इति द्रष्टव्यम्. हलादिः अस्ति चेत् समस्तपदे केवलम् अकारः एव योजयामः. उत्तरपदे सुबन्तपदे अजादिः अस्ति चेत् तत्र अन् इति योजयामः. तावदेव. अहं किमपि वक्तुम् इच्छामि, वदामि वा? इन् इङ्ग्लिश् आल्सो वी एड् एन् बिफोर् ए इ ऐ ओ यु एन् अम्ब्रेला एण्ड् आल् दट्. इट् इस् सिमिलर् टु दिस् लैक् to for to to easily pronounce it is an is added before the vowels. Right, an umbrella, it is similar to that only. Similar to asti parantu atra nai ityasya vishishta hartha kalu na ityasya kalu na iti api atra yojyate parantu tatra angla bhashayam na ityasya arthah nasti kalu. Yes, not according to the meaning, I am telling it according to the pronunciation. Pronunciation, to easily pronounce it. Satyam. Ha, parantu arthah vidyate upayat. Yeah, yeah. चान्द किशोर सलुजा तादृशं नाम्ना एकं महोदय आगतवन्तः यमुनोत्री शिबिरे केचन वर्षकालात् पूर्वं. स एव अस्माकं ये सब् ये प्रवेश राष्ट्रीय संस्कृतसंस्थान् मध्ये देहली मध्ये कार्यं करोति. तस्य षड् पि एच् डि सन्ति हिन्दी लिङ्ग्विस्टिक्स् एतादृशं सर्वं मिलित्वा सः उक्तवान् आङ्ग्लभाषायामपि एतत् सर्वाणि नियमाः ये संस्कृते ये सन्ति आङ्ग्लभाषायामपि ते सर्वे सन्ति, बहुषु सन्ति, किन्तु ते व्याकरणे ते नियमाः न वदन्ति. केवलं व्यवहारे तादृशम् अस्ति इति उक्त्वा तादृशं पाठयन्ति. सत्यं सत्यं. समीचीनं. तर्हि अग्रे अत्र अग्रे पुस्तके एव पूर्वस्मिन् पृष्ठे अत्र नै समासः एतानि वाक्यानि परिशीलयत, ततः आरभ्य मेहुल् महोदय पठति वा. नै समासः एतानि वाक्यानि परिशीलयत. केनापि असत्यं न वक्तव्यम्. अधर्मः विनाशस्य कारणं वर्तते. असन्देहः मैत्रीभावं दृढयति. अग्रे अपि पठामि वा? हा, पठतु. अस्तु. अविश्वासः सख्यं नाशयति. बन्धूनाम् अनागमनं दुःखाय कल्पते. अपटुः लोके यशः न प्राप्नोति. अल्पेन कालेन अग्नितैलस्य अनुपलब्धिः पश्यति इति केचन वदन्ति. अनश्वः अश्वसमूहे न शोभते. अत्र एतत् सर्वे एतत् वाक्यानि मध्ये तत्र स्थूलाक्षरैः ये शब्दाः सन्ति ते सर्वे नञ् प्रवृत्त्याः समासस्य उदाहरणानि सन्ति. अत्र वयं दृष्टवन्तः नञ् समासे यदि पूर्वपदं नञ् अस्ति, अनन्तरं उत्तरपदे यदि आदिमवर्णः किमस्ति इति द्रष्टव्यम्. आदिमवर्णः यदि हल् वर्णः अस्ति चेत् केवलम् अयोजयामः तत्र. अतः सत्यं तत्र अस्ति अतः तस्य नयप्रभुसमासः असत्यमिति भवति. तावदेव धर्मः इति पदम् अस्ति चेत् तत्र अ एव योजयामः चेत् अधर्मः इति नयसमासस्य समस्तपदं भवति. अपि च असन्देहः इति एव तादृश उदाहरणम् अविश्वासः अपि अविश्वासः अपि तावदेव. अनन्तरम् अनागमनम् इति अस्ति. अत्र अनागमनम् इत्युक्ते तत्र आगमनम् इति पूर्व उत्तरपदमस्ति. एतत्तु एजन्तपदम् अनुवर्णः अच्वर्णः अस्ति अतः तत्र अन् इति योजयामः. अतः अन् योगः आगमनम् अतः अनागमनम् इति भवति. अपटुः इत्यस्मात् पटुः इति उत्तरपदमस्ति. तत्र हल् वर्णः आदिमवर्णः अस्ति अतः अ एव योजयामः. अतः अपटुः इति भवति. अन् उपलब्धिः इति अनुपलब्धिः इति समस्तपदमस्ति. तत्र उपलब्धिः इति उत्तरपदमस्ति. उ इति आदिमवर्णः एजन्त एच् वर्णः अस्ति अतः अन् योजयामः तत्र. अतः अनुपलब्धिः इति भवति. अनश्वः अपि तत्र अश्वः इति उत्तरपदम् अ इति आदिमवर्णः एच् वर्णः अतः अन् योजयामः चेत् अनश्वः इति समस्तपदं भवति. समीचीनं महोदय. अत्र पद्मा भगिनी स्पष्टमस्ति वा? आं भगिनि. अस्तु, अत्र अग्रे अत्र समस्तपदं लिखत इति तत् पठतु. न अन्त्यः अनन्त्यः न अन्यः न अनन्यः. कुत्र अस्ति अनन्यः? अहं वदामि. न अत्र अस्तु अस्तु वदतु वदतु वदतु. न अन्यः न अन्यः अनन्यः. हा अनन्यः. कथम् आगतम् अनन्यः? सूत्राधारेण अकारान्तपदम् अस्ति चेत् अकारान्तं वा कुत्र अकारान्तं? पूर्व प्रथम वर्णम् अकारान्तम् अकारवर्णं यदि चेत् नकारं तिष्ठति अत्र अनन्यः. अनन्यः इति समस्तपदं सम्यक्, परन्तु अत्र कुत्र अजादिः कुत्र भवेत् अजादिः? आदिमवर्णं अकारान्त अकारवर्णं चेत् कुत्र? उत्तरपदे वा पूर्वपदे वा? उत्तरपदे. उत्तरपदम् अजादिः अस्ति चेत् तत्र अन् इति योजयामः खलु? अन् आम्. अन् योगः अन्यः अनन्यः. अनन्यः. हा समीचीनम्. अग्रे न निन्द्यः. अत्र हलन्तपदम् अस्ति उत्तरपदे. हलन्तं वा? हलादिः खलु? आदिमवर्णं हलम्. किमर्थं भवति अन्ते इति वदति? आदिमवर्णः खलु? आदिमवर्णं हल् वर्णः अस्ति. अनिन्द्यः. न इष्टम् अनिष्टम्. अत्र उत्तरपदम् अजन्तपदम् अस्ति. न पुनः भवती अजन्तमेव वदति. किमर्थम् अजन्तम् इति वदति? अजादिः खलु. अच् आदौ यस्य सः अजादिः. अत्र पश्यति चेत् न योगः इष्टम्. इष्टम् इत्यस्मिन् आदौ इकारः कीदृशवर्णः? अजादिवर्णम्. अच्वर्णः अच्वर्णः आदौ अस्ति खलु, स्वरवर्णः आदौ अस्ति, अतः अजादिः इति उच्यते. आम् आम् इत्यनेन अनिष्टम् आगच्छति. अहितं न हितम् अत्र हल् अहं हल् वर्णं प्रथम उत्तरपदे आदिमवर्णम् अस्ति इत्यनेन न हितं न हितम् अग्रे न नीतिः इत्यपि हल् हल् हल् वर्णं उत्तरपदे हल् वर्णं आदिमवर्णमस्ति इत्यनेन अनीतिः न क्रोधः अक्रोधः. समीचीनं सम्यक् अस्ति. एकः संशयः, न हितम् इत्युक्ते हितं वा रहितं वा? किं न हितम् इत्युक्ते अहितम् अहितम् अहितम् अहितम् आम् किमुक्तम् अस्तु सम्यक्. अग्रे अग्रे श्लोकाः सन्ति, अग्रिमसप्ताहे पश्यामः श्लोकान्. इदानीम् अत्र अग्रे अस्ति कुसमासः इति अग्रिमसमासः, नञ् प्रभृतयः इत्यस्मिन् कुसमासः अपि अन्तर्गतः. कुसमासः, प्रादिसमासः, गतिसमासः, एतावता वयं नञ् तत्पुरुषसमासः तं दृष्टवन्तः, उपपदसमासः अपि दृष्टवन्तः. इदानीं कुसमासः. कुसमासः इत्युक्ते अत्र किम् इति चेत् कु इति अव्ययम् अस्ति. कु इति अव्ययं निन्दार्थे अस्ति, अत्र निन्दां बोधयति. कु इति वदामः चेत् निन्दां बोधयति. पूर्वपदे कु इति अव्ययम् अस्ति, उत्तरपदे सुबन्तं पदम् अस्ति. अत्र उदाहरणार्थं मम करपत्रे अपि उदाहरणानि अहं प्रेषितवती, पश्यन्ति चेत् कुसमासस्य विषये. कुत्स्थितः पुरुषः इति वदामः चेत् कुपुरुषः, इत्युक्ते पुरुषस्य स्वभावः सम्यक् नास्ति, निन्दारूपेण अस्ति. कुत्स्थिता बुद्धिः, कुबुद्धिः. यथा अत्र तत्पुरुषसमासे समस्तपदस्य लिङ्गम् उत्तरपदस्य लिङ्गम् अनुसृत्य भवति, अत्रापि तथैव. अत्र कुत्स्थिता बुद्धिः इति विग्रहवाक्ये बुद्धिः इति स्त्रीलिङ्गपदमस्ति, अतः समस्तपदमपि स्त्रीलिङ्गे भवति, कुबुद्धिः इति. कुत्स्थितं कर्म इति चेत् कुकर्म इति. अत्र कुसमासस्य विशेषः कः इति चेत्, एतत्र नञ् समासे वयं दृष्टवन्तः हलादिः अस्ति चेत् एकं रूपम्, अजादिः अस्ति चेत् अन्यत् रूपम्, अत्रापि तथैव. अत्र कुत्स्थितं कार्यम् इति, कार्यम् इति पदं तत्र हलादिः अस्ति, अतः कुकर्म इति समस्तपदम्. परन्तु अन्नम् इति अस्ति इति चिन्तयामः चेत् कु अन्नं, कुयोगः अन्नं, तर्हि तत्र कु इत्यस्य स्थाने कद् इति भवति, कत् कत् योगः अन्नं, कदन्नम् इति भवति, कदन्नम्. एवमेव अत्र अश्वः इति अस्ति चेत् कुयोगः अश्वः, कु इत्यस्य स्थाने कत् भवति, कत् योगः अश्वः, कदश्वः, तत्र जष्ट्वसन्धिं कृत्वा कदश्वः. एवमेव कत् योगः उपदेशः, कदुपदेशः इति अस्ति. अस्तु, अत्र राजेन्द्रमहोदय अत्र वदति वा, कुयोगः राष्ट्रं, कुयोगः राष्ट्रं, कुयोगः राष्ट्रं, कुराष्ट्रं, कुराष्ट्रं, सम्यक्. कुयोगः भोजनं, कुभोजनं. कुयोगः ऋषभः, कत् ऋषभः, कत् ऋषभः, कत् कत् योगः ऋषभः, तदनन्तरं तत्र जष्टसन्धिः, कद् ऋषभः, कद् ऋषभः, कद् ऋषभः इति अत्र कुसमासस्य विषयः. अत्र सरलमेव अत्र न भवती उक्तवती करपत्रे कस्मिन् करपत्रे अस्ति एतत् करपत्रे नास्ति मम ई पत्रे मम ई पत्रे अस्तु अस्तु अस्तु मम ई पत्रे अत्र कानिचन उदाहरणानि अपि आसन् पश्यति चेत् इति कु समासः तावदेव तत्र विषयः अन्यत् किमपि नास्ति सरलमेव अग्रे अत्र प्रादिसमासः प्रादिसमासः इति अपि नञ् प्रभृतयः इत्यस्मिन्नेव अन्तर्भूतः प्रादिसमाससमासे पूर्वपदे प्रादयः अत्र प्रादयः इति एका संज्ञा अस्ति व्याकरणे प्रादयः इत्युक्ते अत्र उपसर्गाः वयं जानीमः अत्र द्वाविंशति उपसर्गाः सन्ति यथा अत्र प्र परा अप सम अन अनु अव निस् निर् दुर् वि आङ् नि अधि अपि अति स्तु उत् अभि प्रति परि उप इति द्वाविंशति उपसर्गाः सन्ति इति जानीमः तर्हि पूर्वपदे तादृश उपसर्गः अस्ति उत्तरपदे सुबन्तं पदं तर्हि पूर्वपदे प्रादयः इत्युक्ते उपसर्गाः उत्तरपदे सुबन्तं पदम् अस्ति चेत् प्रादिसमासः भवति एतत्तु बहु प्रसिद्धम् एव सर्वत्र पश्यामः प्रादिसमासः एतत्र उदाहरणार्थं प्रगतः आचार्यः इति वदामः चेत् प्रगतः आचार्यः तर्हि प्राचार्यः प्राचार्यः इति समस्तपदमस्ति प्र इति उपसर्गः प्रयोगः आचार्यः प्राचार्यः अत्र प्र इति प्रादिः अस्ति उपसर्गः अस्ति अतः अत्र प्रादिसमासः इति उच्यते एवमेव अत्र सुभाषितम् इति पदं पश्यामः चेत् समस्तपदमस्ति सुभाषितं सुभाषितम् इति पदे अत्र सु इति उपसर्गः अस्ति सुयोगः भाषितं तत्र विग्रहवाक्यं भवति शोभनं भाषितं सु इत्यस्य अर्थः अस्ति शोभनम् अथवा उत्तमम् इति अर्थः अस्ति सु अतः सुभाषितम् इति समस्तपदे विग्रहवाक्यं भवति शोभनं भाषितम् अनन्तरं व्यर्थः इति समस्तपदमस्ति व्यर्थः तर्हि तत्र वि उपसर्गपूर्वकः वियोगः अर्थः तत्र यन्सन्धिं कृत्वा व्यर्थः तत्र विग्रहवाक्यं भवति विगतः अर्थः विगतः अर्थः व्यर्थः इति अनन्तरम् अतिदेवः इति समस्तपदमस्ति अति इति उपसर्गः देवः देव इति उत्तरपदम् अतिदेवः तत्र विग्रहवाक्यं भवति अतिक्रान्तः देव अतिक्रान्तः देवम् अतिक्रान्तः देवम् इत्युक्ते यः देवमपि अतिक्रान्तवान् हि वाज़् एक्सेल्ड् गाड् अतिक्रान्तः देवं भगिनि तत्र उत्तरपदस्य वचनं तत्र न अनुसृत्य न तथा नास्ति अत्र विशिष्टनियमः अस्ति अग्रिमसप्ताहे वदिष्यामि अत्र नियमः कः इति इदानीं केवलम् उदाहरणानि एव वदामि अपि च अत्र अभिमुखः इत्यस्ति अभिगतः मुख अभिगतः मुखम् अभिमुखः इति भवति तर्हि अस्माकं कृते अत्र विग्रहवाक्ये अत्र विग्रहवाक्ये तत्र तादृशविग्रहवाक्यम् अस्ति तादृशी शैली अस्ति तद् दृष्ट्वा एव वयम् अपि वक्तुं शक्नुमः एकः प्रश्नः भगिनि अभिमुखवद् अभिनव अपि अस्ति तत्र नव अभिनव तयोर्भेदः कः इति अहं न अवगच्छामि नूतन एव अभिनवः अभिनवः इति वा आम् अभिमुखम् अपि च अभिनवः तयोः भेदः किमिति वा नव अभिनवः अभिनवयोर्मध्ये भेदः इति नव अपि नूतन एव अभिनव अपि तादृशमेव नूतने इत्यर्थे एव मया दृष्टं नव अभिनवो नवयोर्मध्ये भेदः कः इति मम प्रश्नः. नव अभिनवयोः अभिनव इति समस्तपदम् अस्ति, नव इति केवलं तत्र एकमेव पदमस्ति, अत्र समस्तपदमस्ति अभिनव इति. तत् तावत् प्रथमभेदः. तत्र अर्थभेदः अस्ति वा इति द्रष्टव्यम्. अर्थदृष्ट्या भवान् वदति भेदः नास्ति, समानः एव, तर्हि एकमस्ति समस्तपदं. वस्तुतः अत्र ये भेदः नास्ति इति उक्तवन्तः ते मया अन्यां भाषायां मया श्रुतं किमपि प्रवचनमध्ये अभिनव न्यू इति तादृशं ते वदन्ति स्म. प्राय विस्तृतरूपेण ते नोक्तवन्तः, किन्तु कोऽपि भवितव्यम् इति अहं चिन्तयामि. भवती तस्य अन्वेषणं कर्तुं शक्नोति चेत् कृपया अग्रिमे सप्तं वदतु. पश्यामि महोदय. अभिनव इति अत्र अभिनव इति पदमेव इत्यस्य एव प्रयोगः भवति वा इत्यपि द्रष्टव्यम्. अत्र नव इति पदस्य अपि प्रयोगः भवति वा इति पश्यामि, प्राप्नोमि चेत् वदामि. अस्तु, मराठीभाषायां तु अस्ति नव इति अपि न्यू, अभिनव इति अपि न्यू. अभिनव नाम अपि नामपदमपि अस्ति. आम्, अभिनव इति नाम. समटैम्स् अभि उपसर्ग गिव् स्ट्रेस् टु द मीनिङ्ग्, देर् फोर् इट् इस् एडेड्. पोषणं करोति उपसर्ग. पोषणं कुत्र एतद् आगत् इत्युक्ते अभिनवदशावताराः इति प्रयोगः भवति. एकस्मिन् सम्प्रदाये आळ्वारविषये तादृशं ते वदन्ति. अस्तु महोदय, पश्यामि महोदय, प्राप्नोमि चेत् वदामि. अस्तु, तत्र प्रादिसमासः इति विषयः अस्ति. अत्र इतोपि नियमः किञ्चित् अस्ति, अग्रिमसप्ताहे पश्यामः तस्मिन् विषये. अत्र एतावता अत्र स्थगयामः. कोऽपि प्रश्नः वा? अप्ते इति कोशे प्र इति उपसर्गस्य पञ्चदशभेदाः सन्ति, पञ्चदश अर्थाः सन्ति. सत्यं नाम तस्य विस्तारः अतीव अस्ति. अभि इत्यस्य अभि अहम् अधुना पश्यामि किमस्ति अभि इत्यस्य अर्थाः के सन्ति. अस्तु अस्तु, पश्यतु भगिनि, अहमपि पश्यामि. अस्तु, तर्हि अत्र स्थगयामः. अग्रिमसप्ताहे गतिसमासः इत्यपि पश्यामः. गतिसमासं दृष्ट्वा अग्रे अत्र अस्माकं पुस्तके आदौ कथा अस्ति, तां कथामपि पठिष्यामः अग्रिमसप्ताहे. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. नमस्कारः.